यदाश्मानं माकणं मृत्वा विद्भगं सत एवगं हैव स विद्भगं सतेय एवं विधि पापं कामयते यश्चैनम् अभिधास्ति स येषुवश्माकणः। एवं विधः प्राणात्मभूतस्य इदं फलमः यथाश्मानमिति एषैव दृष्टान्तः। एवं हैव स विद्वंसते विनश्यति कोसमित्याह य एवं विधि यथोक्तप्राणविधि पापं तदनर्हं कर्तुं कामयते इच्छति यश्चापि येनमभिधास्ति हिनस्ति प्राणविदं प्रति आक्रोशताडनात् प्रयुङ्क्ते सोऽपि एवमेव विध्वंसते इत्यर्थः। यस्मात् स एष प्राणविद् प्राणभूतत्व अश्माकण इव अश्माकणः अदर्शनीयः इत्यर्थः। ननु नासिक्योऽपि प्राणः वायुवात्मा यथा मुख्यः तत्र नासिक्यः प्राणः पापनाविद्धः प्राण इव सन् न मुख्यः कथं नैष दोषः। नासिक्यस्तु स्थानकरणवैगुण्य असुरैः पापनाविद्धः वायुवात्माऽपि सन् मुख्यस्तु तदसम्भवातो स्थानदेवता बलीयस्त्व न विद्धः इति श्लिष्टं यथा वास्यादयः शिक्षावत् पुरुषाश्रयः कार्यविशेषं कुर्वन्ति न अन्य हस्तगतः तद्वत् दोषवत् ग्रहणसचिवत्वात् विद्ध ग्रहणदेवता न मुख्य नैवेतेन सुरवीना दुर्गं द्विजानाति अपहतपाप्मायेष तेन यदद्दश्नाति यद्भिवति तेन इतरान् प्राणानवति एतमो एव अन्ततो अवित्वा उत्क्रामति व्याददात्येव अन्ततः इति। यस्मान्न विद्धः सुरैः मुख्यः तस्मान्नैव एतेन सुरभि न दुर्गन्ति च विजानाति लोकः राणेनैव तदुभयं विजानाति। अतश्च पाप्मकार्य अदर्शन अपहतपाप्म अपतः विनाशितः अपनीतः पाप्म यस्म स्वयम् अपहतपाप्मा हि एषः विशुद्धः इत्यर्थः। यस्माच्च आत्मम्बरयः कल्याणादि आसङ्गवत्पातु ग्रहणादयः न तथा आत्मम्बरिः मुख्यः किं तर्हि सर्वार्थः कथमिति उच्यते तेन मुख्येन यदश्नाति यत्पिबति लोकः तेन अशीतेन पीतेन च इतरान् प्राणान् ग्रहणादीन् अवति पालयति तेन हि तेषां स्थितिः भवति इत्यर्थः। अतः सर्वम्बरिः प्राणः अतो विशुद्धः कथं पुनः मुख्याशीतपीताभ्यां स्थितिः इतरेषां गम्यते इति उच्यते। एतमो एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम् अन्नपाने इत्यर्थः। अन्ततः अन्ते मरणकाले अवित्व अलब्ध्वा उत्क्रामति ग्राणादिप्राणसमुदाय इत्यर्थः। अप्राणो हि न शक्नोति अशितुं पातुं वा तदा उत्क्रान्तिः प्रसिद्धग्राणादिकलापस्य दृश्यतेः उत्क्रान्तौ प्राणस्य आशिषि च यतः व्याददात्येव आस्यविदारणं करोति इत्यर्थः। तद्धि अन्न अलाभे उत्क्रान्तस्य लिङ्गम् तगम् आङ्गिरा उद्गीतम् उपासाञ्चक्रे एतमेव आङ्गिरसं मन्यन्ते अङ्गानां यद्रसः तम् आङ्गिराः तं मुख्यं प्राणम् आङ्गिराः इति एवं गुणम् उद्गीतम् उपासाञ्चक्रे उपासनं कृतवान् बको दाव्यः इति वक्ष्यमाणेन सम्बन्धितः तदा बृहस्पतिरिति आयास्य इति च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित् एतमु एव अङ्गिरसं बृहस्पतिम् आयास्यं प्राणं मन्यते इति वचनात् भवत्येवं यथाश्रुत असम्भवे सम्भवति तु यथाश्रुतं ऋषिचोदनायामपि श्रुत्यन्तर्वत् तस्माच्छदर्चिनः इति आचक्षते एतमेव सन्तं ऋषिमपि तदा माध्यम गृत्समदो विश्वामित्रो वामदेवो अत्रिः इत्यादीं ऋषीनेव प्राणम् आपादयति श्रुतिः। तदा तानपि ऋषीन् प्राणोपासकान् अङ्गिरो बृहस्पत्या आयास्यां प्राणं करोति अभेदविज्ञानम् प्राणो हपिता प्राणो माता इत्यादिवच्च तस्मात् ऋषिः अङ्गिरा नाम प्राण इव सन् आत्मानम् अङ्गिरसं प्राणम् उद्गीतम् उपासाञ्चक्रे इत्येत यत् यस्मात् सः अङ्गानां प्राणं सन् रसः तेनासौ अङ्गिरसः तेन तगम् बृहस्पति उद्गीतम् उपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्धि बृहतीं तस्या एष पतिः तथा वाचो बृहत्याः पतिः तेनासौ बृहस्पतिः। तेन जगम् आयास्य उद्गीतम् उपासम् च क्रयेतमेव आयास्यम् मन्यन्ते आस्याद्यदयते। तदा यद्यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः ऋषिः प्राण एव सन् इत्यर्थः। तदा अन्योऽपि उपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणम् उद्गीतम् उपासीत इत्यर्थः। तेन तगम् अबको दाल्भ्यो विदाञ्चकार सः नैमिषीयानाम् उद्गातः बभूव सः स्मैभ्यः कामानागायति। न केवलम् अङ्गिरप्रभृतयः उपासान् चक्रे तम् बको नाम दल्भस्य अपत्यं दाल्भ्यः विदाञ्चकार यथा दर्शितं प्राणं विज्ञातवान्। विदित्वा च सः नैमिषीयानां शत्रीणाम् उद्गातः बभूव स च प्राणविज्ञानसामर्थ्यात् येभ्यः नैमिषीयेभ्यः कामान् आगायते स्म आगीतवान् किल इत्यर्थः। आगातः वै कामानां भवति एतदेवं विद्वान् अक्षरम् उद्गीतम् उपास्त इति अध्यात्मम्। तदा अन्योपि उद्गातम् आगातः वै कामानां भवति य एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरम् उद्गीतम् उपास्ति तस्य एतदृष्टं फलम् उक्तं प्राणात्मभावस्तु अदृष्टम् देवो भूत्वा देवानप्येतीति श्रुत्यन्तरात् सिद्धमेव इत्यभिप्राय इति अध्यात्मम्। एतन् आत्मविषयम् उद्गीतोपासनमिति उक्तोपसंहार अधिदैवत उद्गीतोपासने वक्ष्यमाणे बुद्धिसमाधानार्थ इति द्वितीयखण्डभाष्य। अथ तृतीयः खण्डः अथ अधिदैवतं य एव असौ तपदेतमुद्गीतम् उपासीत उद्यन्भायेश प्रजाभ्यः उद्गायते उद्यगं स्तमो भयम् अपहन्ति अपहन्तः वै भयस्य तमसो भवति एवं वेद। अथ अनन्तरम् अधिदैवतं देवताविषयम् उद्गीतोपासनं प्रस्तुतम् इत्यर्थः। अनेकदा उपास्यत्वात् उद्गीतस्य य एव असौ आदित्यः तपति तम् उद्गीतम् उपासीत आदित्यदृष्ट्या उद्गीतम् उपासीत इत्यर्थः। तम् उद्गीतमिति उद्गीतशब्दः अक्षरवाचि सन् कथम् आदित्ये वर्तते इति उच्यते। उद्यन् उद्गच्छन् वै एषः प्रजाभ्यः प्रजार्थम् उद्गायति प्रजानाम् अन्नोत्पत्त्यर्थं न हि अनुद्यते तस्मिन् व्रीह्यादेः निष्पत्तिः स्यात्। अतः उद्गायति इव उद्गायति यथा उद्गात अन्नार्थम् अतः उद्गीतः सविता इत्यर्थः। किञ्च उद्यन् नैशं तमः तज्जञ्च भयं प्राणिनाम् अपहन्ति तम् एवं गुणं सवितारं यः वेद सः अपहन्त नाशयितः ह वै भयस्य जन्ममरणादिलक्षणस्य आत्मनः तमसश्च तत्कारणस्य अज्ञानलक्षणस्य भवति। यद्यपि स्थानभेदात् प्राणादित्यौ भिन्नमिव लक्ष्यते तदापि न स तत्त्वभेदः तयोः कथम् समानो एवयं च असौ च उष्णो अयम् उष्णो असौ स्वर इति इमम् आचक्षते स्वर इति प्रत्यास्वर इति अमुं तस्माद्वा एतम् इमम् अमुं च उद्गीतम् उपासीत। समानौ एव तुल्यैव प्राणः सवित्रा गुणतः सविता च प्राणिन यस्मात् उष्णोऽयं प्राणः उष्णश्च असौ सवितः। किञ्च स्वर इति इमं प्राणम् आचक्षते कथयन्ति तदा स्वर इति प्रत्यास्वर इति च अमुं सवितः यस्मात् प्राणः स्वरत्येव न पुनः मृतः प्रत्यागच्छति सविता तु अस्तमित्वा पुनः अपि अहनि अहनि प्रत्यागच्छति अतः प्रत्यास्वरः। अस्मात् गुणतो नामतश्च समानौ इतरेतरं प्राणान्ति अतः तत्त्व अभेद एदं प्राणम् इमम् अमुञ्च आदित्यम् उद्गीतम् उपासीत। अथ खलु व्यानमेव उद्गीतम् उपासीत यद्वै प्राणिते स प्राणो यदपानिते सोऽपानः अथ ये प्राणापानीयो सन्धि स व्यानो यो व्यानः स वाक् तस्मादप्राणन्ननपानन् वाचमभिव्याहरति। अथ खलु इति प्रकारान्तरेण उपासनम् उद्गीतस्य उच्यते। व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीतम् उपासीत। अधुना तस्य तत्त्वं निरूप्यते यद्वै पुरुष प्राणिति मुखनासिकाभ्यां वायुं बहिः निस्सारयति स प्राणाख्यो वायोः वृत्तिविशेषः यदपानिति अपश्वसिति ताभ्यामेव अन्तराकर्षति वायुं सः अपानः अपानाख्यवृत्तिः। ततः किम् इति उच्यते अथ यः उक्तलक्षणयोः प्राणापानयोः सन्धिः तयोः अन्तरा वृत्तिविशेषः सः व्यानः, यः साङ्ख्यादिशास्त्रप्रसिद्धः। श्रुत्या विशेषनिरूपणं नासौ व्यानः इत्यभिप्रायः। कस्मात् पुनः प्राणापानं हित्वा महता आयासेन व्यानस्यैव उपासनमुच्यते? वीर्यवत् कर्महेतुत्व। कथं वीर्यवत् कर्महेतुत्वमिति आह, यः व्यानः स वाक्। व्यानकार्यत्वात् वाचः, यस्मात् व्याननिर्वर्त्या वाक्, तस्मात् अप्राणन् अनपानन् प्राणापानव्यापारो अकुर्वन् वाचम् अभिव्याहरति उच्चारयति लोकः। या वाक् स रोग् तस्मात् अप्राणन् अनपानन् रुचम् अभिव्याहृति, या रुक् तत्साम तस्मादप्राणन्ननपान् सामगायति, यत्साम सवगीतं तस्मादप्राणन्ननपान्मुद्गायति। तथा वाग्विशेषां रुचं रुक्संस्थं च साम सामावयवं च उद्गीतम् अप्राणन्ननपानं व्यानेनैव निर्वर्त्यते इत्यभिप्रायः। अथवा यानि अन्यानि वेदीवन्ति कर्माणि यथा अग्नेः मन्थनमाजये शरणं दृढस्य दंशायमनम् अप्राणन्ननपानगं स्थानि करोति, एतस्य हेतोः व्यानमेव उद्गीतमुपासीत्। न केवलं वागादि अभिव्याहरणमेव, अतः अस्म अन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि यथा अग्नेः मन्थनम् आजेः मर्यादायाः शरणं धावनं दृढस्य दंशः आयमनम् आकर्षणम् अप्राणन् अनपानं स्थानि करोति। अथवा विशिष्टः व्यानः प्राणादिवृत्तिभ्यः विशिष्टस्य उपासनं जायः फलवत्पातु राजोपासनवत्। एतस्य हेतोः एतस्मात् कारणात् व्यानमेव उद्गीतम् उपासीत् न अन्यद् वृत्त्यन्तरम्। कर्मवीर्यवत्तरत्वं फल अथ खलु उद्गीताक्षराणि उपासीत उद्गीत इति प्राणयवत् प्राणिनि उत्तिष्ठति वाग्गीर्वाचो अग्न इति आचक्षते अन्नं थम् अन्ये हितकं सर्वं गं स्थितम्।